न च आत्मनः संसारित्वम् अविद्याध्यस्तत्वात् आत्मनि संसारस्य न हि रज्जुशुक्तिकगगनादिषु सर्परजतलमलादीनि मिथ्याज्ञानाध्यस्तानि तेषां भवन्ति इति एतेन सशरीरस्य प्रियाप्रियः आपत्तिः नास्ति इति व्याख्यातम् यच्च स्थितम् अप्रियवेत्येव इति न अप्रियवेत्ता एव इति सिद्धम् एवं च सति सर्वपर्यायेषु एतदमृतम् अभिमेतद्ब्रह्म इति प्रजापतेः वचनं यदि वा प्रजापतिच्छद्मरूपायाः श्रुतेः वचनं सत्यमेव भवेत् न च तत्कृतकबुद्ध्य मृषकर्तुं युक्तं ततो गुरुतरस्य प्रमाणान्तरस्य अनुपत्तिः ननु प्रत्यक्षं दुःखादि अप्रियवेतृत्वम् अविविचारी अनुभूयते इति चेत् न जरादिरहितो जीर्णोऽहं जातोऽहम् आयुष्मान् गौरः कृष्णः मृतः इत्यादि प्रत्यक्ष अनुभवत् तदुत्पत्तिः सर्वमपि एतत् सत्यमिति चेत् अस्त्येव एतदेवं दुर्गमनं येन देवराजोऽपि उदशरावादर्शित अविनाशयुक्तिरपि मुमोह एव अत्र विनाशमेव अपीतो भवति इति तदा विरोचनमहाप्राज्ञः प्राजापत्योऽपि देहमात्रात्मदर्शनं बभूव तदा इन्द्रस्य आत्मविनाशभयसागरे एव वैनाशिकाः न्यमज्ञन् तदा साङ्ख्याः द्रष्टारं देहादिव्यतिरिक्तम् अवगम्यापि त्यक्तागमप्रमाणत्वात् मृत्युविषये एव अन्यत्वदर्शनतस्तु तदा अन्ये काणादिदर्शिनाः कषाय रक्तमिव क्षारादिभिः वस्त्रं नवभिः आत्मगुणैः युक्तम् आत्मद्रव्यं विशोधयितुं प्रवृत्त तदा अन्ये कर्मिणो बाह्यविषयापृतिचेतसः वेदप्रमाण अपि परमार्थसत्यम् आत्मैकत्वं सविनाशमिव इन्द्रवतो मन्यमानः घटीयन्त्रवतो अवरोहप्रकारैः अनिशं ब्रह्मन्ति किम् अन्ये क्षुद्रयन्तो विवेकहीन स्वभावतः एव बहिर्विषयापृतचेत् तस्मादिदं त्यक्तसर्वबाह्यीषणैः अनन्यशरणैः परमहंसपरिव्राजकैः अत्याश्रमिभिः वेदान्तविज्ञानपरैरैव वेदनीयं पूज्यतमैः प्राजापत्यं च इमं सम्प्रदायम् अनुसरद्भिः उपनिबद्धं प्रकरणचतुष्टये तदा अनुशासते अद्यापि त एव नान्ये इति अशरीरो वायुः अभ्रं विद्युत्स्तन यत्नुः अशरीराणि एतानि तद्यथा एतानि अमुष्मादाकाशासमुत्थाय परं ज्योतिरूपसम्पद्य स्वेन रूपेण निष्पद्यन्ते तत्र अशरीरस्य सम्प्रदायस्य अविद्या शरीरेण अविशेषतां सुशरीरतामेव सम्प्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथा विनिष्पत्तिः तथा वक्तव्य इति दृष्टान्तः उच्यते अशरीरो वायुः अविद्यमानं शिरःपाण्यादिमशरीरम् अस्य इति अशरीरः किञ्च अभ्रं विद्युस्तनयित्नुः इति एतानि च अशरीराणि तत्र एवं सति वर्षादिप्रयोजन अवसाने यथा अमुष्मादिति भूमिष्ठा श्रुतिः द्युलोकसम्बन्धिनम् आकाशदेशं व्यपदिशति एतानि यथोक्तानि आकाशसमानरूपताम् आपन्नानि स्वेन वायुवादिरूपेण अकृह्यमाणानि आकाशाख्यतां गतानि यथा सम्प्रसादः अविद्यावस्थायां शरीरात्मभावमेव आपन्नः तानि च तथाभूतानि अमुष्मातो द्युलोकसम्बन्धिनः आकाशदेशात् समुत्तिष्ठन्ति वर्षणादिप्रयोजन अभिनिवृत्तये कथं शिशिरापाये सावित्रं परं ज्योतिः प्रकृष्टं ग्रहीष्मकम् उपसम्पद्य सावित्रम् अवितापं प्राप्य इत्युक्तः आदित्यावितापेन पृथग्भावम् आपादितः सन्तः स्वेन स्वेन रूपेण पुरोवातादिवायुरूपेण स्थिमितभावं हित्वा अभ्रमपि भूमिपर्वतहस्त्यादिरूपेण विद्युदपि स्वेन ज्योतिर्लतादिचपलरूपेण स्तनयित्नुरपि स्वेन गर्जित अशनरूपेण इत्येवं प्रावृडागमे स्वेन स्वेन रूपेण अभिनिष्पद्यते एवमेव ये सम्प्रसादः अस्मात् शरीरसमुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेण विद्युदे स उत्तमप्रजा स तत्र पर्येति जक्षत्रियनिर्माणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा न उपजनकं स्मरन् इदं शरीरं स यथा प्रयोग्याचरणे युक्ता एवमेव अयम् अस्मिन् शरीरे प्राणयुक्तः यथा अयं दृष्टान्तः वायुवादीनाम् आकाशादिसाम्यगमनवतो अविद्यया संसारावस्थायां शरीरसाम्यापन्नः अहम् अमुष्यपुत्रः जातो जीर्णो मरिष्य इत्यं प्रकारं प्रजापतिना इव मघवान् यथोक्तेन क्रमेण नासित्वं देहेन्द्रियाधनं प्रतिबोधितः सन् स एष सम्प्रसादः जीवो अस्मात् शरीरात् आकाशादिव वायुवादयः समुत्थाय देहादिविलक्षणम् आत्मनो रूपम् अवगम्य देहात्मभावनं हित्वा इत्येतत् स्वेन रूपेण सदात्मना एव अभिनिष्पद्यते इति व्याख्यातुं ब्रूत स येन स्वेन रूपेण सम्प्रसाद अभिनिष्पद्यते प्राक् प्रतिबोधातो तद्भ्रान्तिनिमित्तातो सर्पो भवति यथा रज्जुः पश्चात् कृतप्रकाशा रज्ज्वात्मना स्वेन रूपेण अभिनिष्पद्यते एवं च स उत्तमपुरुषः उत्तमश्च असौ पुरुषश्च इति उत्तमपुरुषः स एव उत्तमपुरुषः अक्षिस्वप्नपुरुषौ व्यक्तौ अव्यक्तश्च सुयुक्तः समस्तः सम्प्रसन्नः अशरीरश्च स्वेन रूपेण इति येषामेव स्वेन रूपेण अवस्थितः अक्षराक्षरौ व्याकृत अव्याकृतौ अपेक्षा उत्तमपुरुषः कृतनिर्वचनौ हि अयं गीतासु सः सम्प्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतः पर्येति क्वचित् इन्द्राद्यात्मना जक्षत् हसन् भक्षेन्व भक्ष्यान् उच्चावचान् ईप्सितान् क्वचिन् मनोमात्रैः सङ्कल्पादेव समुत्थितैः बाह्यलौकिकैर्व क्रीडन् स्त्र्यादिभिः रम्माणश्च मनसा इव न उपजनं स्त्रीपुंसयोः अन्योन्य उपगमेन जायते इति उपजनम् आत्मभावेन वा आत्मसामीप्येन जायते इति उपजनम् इदं शरीरं तन्न स्मरन् तस्मरणैः दुःखमेव स्यात् दुःखात्मकत्वात् तस्य ननु अनुभूतं चेत् न स्मरेत् असर्वज्ञत्वं मुक्तस्य नैष दोषः येन मिथ्याज्ञानादिना जनितं तच्च मिथ्याज्ञानादि विद्यया उच्छेदितम् अतः तन्न अनुभूतमेव इति न तदस्मरणे सर्वज्ञत्वहानि न हि उन्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मादादि अपगमेपि स्मर्तव्यं स्यात् तथा इहापि संसारिभिः अविद्यादोषवद्भिः यदनुभूयते तत्सर्वात्मानम् अशरीरं न स्पृशति अविद्यानिमित्ताभवत् एतद् उच्छिन्नदोषैः मृतिकषायैः मानसाः सत्याः कामः अंसापि दानाः अनुभूयन्ते विद्याभिव्यङ्ग्यत्व तैव मुक्तेन सर्वात्मभूतेन सम्बध्यन्ते इति आत्मज्ञानस्तुतये निर्दिश्यन्ते अतः साधु एति द्विषिनष्टिं एते ब्रह्मलोके इति यत्र क्वचन भवन्तोपि ब्रह्मणि विहिते लोके भवन्ति इति सर्वात्मत्वात् ब्रह्मण उच्यन्ते ननु कथम् एकस्सन् न अन्यत् पश्यति न अन्यत् शृणोति न अन्यत् विजानाति स भूम कामांश्च बाह्यलौक्यान् पश्यन् रमते इति च विरुद्धम् यथा एको यस्मिन्नेव क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति च इति नञ्च दोषः श्रुत्यन्तरे परिहृतत्व द्रष्टुः द्रष्टेः अविपरिलोपः तु पश्यन्नेव भवति द्रष्टुः अन्यत्वेन कामानाम् अभावात् न पश्यति च इति यद्यपि सुषुप्ते तदुक्तं मुक्तस्यापि सर्वैकत्वात् समानद्वितीया भव केन कं पश्येत् इति च उक्तमेव अशरीरस्वरूपः अपहतपाप्मादिलक्षणस्थन् कथम् एष पुरुषो अक्षिणि दृश्यते इति उक्तः प्रजापतिना तत्र यथा असौ अक्षिणि साक्षात् दृश्यते तद्वक्तव्यमिति इदम् आरभ्यते तत्र को हेतुः अक्षिणिदर्शने इति आह स दृष्टान्तः यथा प्रयोग्यः प्रयोग्यपरो वा सशब्दः प्रयुज्यते इति प्रयोगः अश्व बलिवर्धो वा यथा लोके आचरति अनेन इति आचरणः रतः अनो वा तस्मिन् आचरणयुक्तः तदाकर्षणाय एवम् अस्मिन् शरीरे रसस्थानीये प्राणः पञ्चवृत्तिः इन्द्रियमनोबुद्धिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्वयसम्मूर्छितात्मा युक्तः स्वकर्मफलोपभोगनिमित्तं नियुक्तः कस्मिन् अहम् उत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन् महाप्रतिष्ठिते प्रतिष्ठास्यामि इति ईश्वरेण राज्ञा इव सर्वाधिकारी दर्शनश्रवणचेष्टाव्यापारे अधिकृतः तस्यैव तु मात्रा एकदेश चक्षुरिन्द्रियं रूपोपलब्धिद्वारा भूतम् अथ यत्र यदाकाशं मनुविषणं चक्षुः स चाक्षुःपुरुषो दर्शनाय चक्षुः अथ यो वेद इदं विग्राणीते स आत्मा गन्धाय ग्राणम् अथ यो वेद इदम् अभिव्याहराणीते स आत्मा अभिव्याहाराय वागत यो वेद इदं शृणुवानीति स आत्मा श्रवणाय श्रोत्रम् अत यत्र कृष्णतारोपलक्षितम् आकाशं देहच्छिद्रम् अनुविषण्णम् अनुशक्तम् अनुगतम् तत्र स प्रकृतः अशरीरः आत्मा चाक्षुः चक्षुभव इति चाक्षुः तस्य दर्शनाय रूपोपलब्धिः चक्षुः करणम् यस्य च देहादिभिः समतत्वम् परस्य द्रष्टुः अर्थे सोऽत्र चक्षुदर्शनेन लिङ्गेन दृश्यते परः अशरीरो असम्मतः अक्षिणी दृश्यते इति प्रजापतिना उक्तं सर्वेन्द्रियद्वारा उपलक्षणार्थम् सर्वविषयोपलब्धा हि स एवेति स्फुटोपलब्धिहेतुत्वात्तु अक्षिणी इति विशेषविचनं सर्वश्रुतिषु अहम् अदर्शम् इति तत्सत्यं भवति इति च श्रुते. अथापि योऽस्मिन् देहे वेद कथम् इदं सुगन्धि दुर्गन्धि वा जिघ्राणीति अस्य गन्धं विजानीयामिति स आत्मा तस्य गन्धाय गन्धविज्ञानाय ग्रहणम्. अथ यो वेद इदं वचनम् अभिव्याहराणीति वदिष्यामि इति स आत्मा अभिव्याहरणक्रियासिद्धये करणं वागिन्द्रियम्. अथ यो वेद इदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम्. अथ यो वेदेदं मन्वानितदात्मानं मानो अस्य दैवं चक्षुसव एष एतेन दैवेन चक्षुषां मनसा एतान् कामान् पश्यन् रमते येति ब्रह्मलोके. अथ यो वेद इदं मन्वानीति मनोव्यापारम् इन्द्रिय असंस्पृष्टं केवलं मन्वानीति वेद स आत्मा मननाय मनः. यो वेद स आत्म इत्यं सर्वत्र प्रयोगं वेदनमस्य स्वरूपमिति अवगम्यते. यदा यः पुरस्तात् प्रकाशयति स आदित्यः, यो दक्षिणतः यः पश्चात् उत्तरतो य ऊर्ध्वं प्रकाशयति स आदित्यः इत्युक्ते प्रकाशस्वरूपः स इति गम्यते. दर्शनादिक्रिया निवृत्त्यर्थानि तु चक्षुरादिकरणानि. इदं च अस्य आत्मनः सामर्थ्यात् अवगम्यते. आत्मनः सत्ता मात्रैव ज्ञानकर्तृत्वं न तु व्यापृततया. यदा सवितुः सत्ता मात्रैव प्रकाशनकर्तृत्वं न तु व्यापृततया इति तद्वत्. मनो अस्य आत्मनो दैवम् अप्राकृतम् इतरेन्द्रियैः असाधारणं चक्षुः चष्टे पश्यति अनेन इति चक्षुः. वर्तमानकालविषयाणि च इन्द्रियाणि अथवा अदैव तानि तानि. मनस्तु त्रिकालविषयोपलब्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादि सर्वोपलब्धिकरणं च इति दैवं चक्षुः उच्यते. स वै मुक्तः स्वरूपापन्नः अविद्याकृतदेहेन्द्रियमनोवियुक्तः सर्वात्मभावमापन्नः सन् एष व्योमवतो विशुद्धः सर्वेश्वरो मनोपादिसन् एतेनैव ईश्वरेण मनसा एतान् कामान् सवितृप्रकाशवतो नित्यप्रततेन दर्शनेन पश्यन् रमते. कान् कामानिति विजनष्टिं य एते ब्रह्मणि लोके हिरण्यनिधिवतो बाह्यविषयासङ्गानृतेन अपीतः सङ्कल्पमातृलभ्यः तानि इत्यर्थः. तं वा इदं देवात्मानुपासे तस्मात् तेषां सर्वे च लोकात्ताः सर्वे च कामाः स सर्वांश्च लोकान् आप्नोति सर्वांश्च कामानि अस्तम् आत्मानमनुविद्य विजानातीतिं ह प्रजापतिर्वाच प्रजापतिर्वाच. यस्मादेश इन्द्राय प्रजापतिना उक्तात्मा तस्मात् ततः श्रुत्वा तम् आत्मानम् अद्यत्वेऽपि देवाः उपासते. तदुपासनाच्च तेषां सर्वे च लोकाः आत्ताः प्राप्ताः सर्वे च कामाः. यदर्थं हि इन्द्रः एकशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवास. तत्फलं प्राप्तं देवैः इत्यभिप्रायः. तद्युक्तं देवानां महाभाग्यत्वं न तु इदानीं मनुष्याणाम् अल्पजीवितत्वात् अन्धसरप्रज्ञत्वाच्च सम्भवति इति प्राप्ते इदमुच्यते. स सर्वांश्च लोकान् आप्नोति सर्वांश्च कामान् इदानीन्तनोऽपि. कोसम् इन्द्रादिवतं यः तम् आत्मानम् अनुविद्य विजानाति इति ह सामान्येन किल प्रजापतिरुवाच. अतः सर्वेषाम् आत्मज्ञानं तत्फलप्राप्तिश्च तुल्यैव भवति इत्यर्थः. द्विर्वचनं प्रकरणसमाप्त्यर्थम् इति द्वादशखण्डभाष्यम्.